गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विदाय हृदिविश्वेशं विदाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अनुपसंहारी इति पाठः तत्र तर्कसङ्ग्रहकारेण मूलग्रन्थकारेण एवमुक्तमासीत् अन्वयव्यतिरेकदृष्टान्तरहितः अनुपसंहारी यथा सर्वम् अनित्यं प्रमेयत्वात् अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तः नास्ति. दृष्टान्तः नास्ति इत्युक्ते अन्वयदृष्टान्तः अपि सर्वम् इति शब्दे अन्तर्भूतमस्ति, व्यतिरेकदृष्टान्तः अपि सर्वम् इत्यस्मिन् अन्तर्भूतमस्ति इति कृत्वा तादृशहेतुः अनुपसंहारी इति कथ्यते इति उक्तम्. इत्युक्ते अत्र प्रकृतिहेतुः प्रमेयत्वम् इति हेतुः अनुपसंहारी इति उक्तम्. किन्तु तत्र कः क्लेशः अस्ति इति चेत् तत्र हेत्वाभासत्वं प्रमेयत्वे न कल्पयितुं शक्यते इति क्लेशः. यद्विषयकत्वेन ज्ञानस्य अनुमितिपरामर्शस्य अन्यतरविरोधित्वं तत्त्वम् इति हेत्वाभासत्वस्य लक्षणं कृतम्. तत्र अन्वयव्यतिरेकदृष्टान्तरहितः अन्वयव्यतिरेकदृष्टान्तरहितः अनुपसंहारी इति लक्षितं चेत् तत्र प्रतिबद्धज्ञानम् एव न उत्पद्यते, प्रतिबन्धकज्ञानमपि न उत्पद्यते. वस्तुतः प्रतिबन्धकज्ञानं न उत्पद्यते. अतः प्रतिबन्धकज्ञानं प्रतिबद्धज्ञानं प्रतिबध्याति इति व्यवहारः एव न कर्तुं शक्यते इति क्लेशः अस्ति. तर्हि प्रतिबन्धकज्ञानं न उदिते अत्र कथं वा हेत्वाभासत्वं कल्पयितुं शक्यते? प्रतिबन्धकज्ञाने यः दोषः अस्ति स च दोषः यस्य ज्ञानस्य विषयः अस्ति तद्वत्त्वम् एव हेत्वाभासत्वम् इति उक्तम्. तर्हि अनुपसंहारी इति हेत्वाभासात् बहिः गच्छति इति क्लेशः. तर्हि तदर्थं नवीनाः किं कुर्वन्ति, अत्र अनुपसंहारिणः लक्षणस्य एव किञ्चित् परिवर्तनं कुर्वन्ति. लक्षणं किम् इति अत्र ग्रन्थेन उक्तम्, किन्तु भिन्न उदाहरणं स्वीकृत्य घटः अभिधेयत्ववान् पृथिवीत्वात् इति उदाहरणं स्वीकृत्य तत्र केवलान्वय उदाहरणम् अभिधेयत्ववान् इत्यत्र यत्र यत्र पृथिवीत्वं तत्र तत्र अभिधेयत्वम् इति भवति. एकनिमिषम्, तर्हि अभिधेयत्वस्य अभावः इति व्यतिरेकदृष्टान्तः व्यतिरेकव्याप्तिः न भवितुमर्हति. यत्र यत्र अभिधेयत्व अभावः तत्र तत्र पृथ्वीत्व अभावः इति भवेद् व्यतिरेकव्याप्तिः. किन्तु अभिधेयत्व अभावः इति अप्रसिद्धः इति कृत्वा अभिधेयत्व अभावः इति न वक्तुं शक्यत्येव इति कृत्वा केवलान्वयस्थलं. तर्हि तादृशस्थलं स्वीकृत्य अनुपसंहारी निरूपयन्ति नवीनाः. कथम् इत्युक्ते केवलान्वयव्याप्तिं स्वीकृत्य न, व्यतिरेकव्याप्तिं स्वीकृत्य अनुपसंहारिणं समर्थयन्ति नवीनाः. कथम् इत्युक्ते व्यतिरेकव्याप्तिः किं भवेत्? यत्र यत्र अभिधेयत्व अभावः तत्र तत्र पृथिवीत्व अभावः इति भवेत्. यत्र यत्र अभिधेयत्व अभावः इत्यत्र अभिधेयत्व अभावः इति कश्चन पदार्थः एव नास्ति अप्रसिद्धत्वात्. तर्हि साध्यस्य अभावः, अभिधेयत्वम् इति साध्यं, तस्य अभावः तदेव व्यतिरेके उच्यते. तर्हि साध्यस्य अभावः इत्यत्र साध्यम् इति विशेषणमस्ति अभावस्य इति उक्तम्. यथा नीलोघटः, किन्तु भिन्न उदाहरणमपि अत्र षष्ठी. नीलोघटः इत्यत्र नीलं च घटं च इति कर्मधारयः भवति, किन्तु षष्ठी उपयुज्यापि वक्तुं शक्यते. उदाहरणार्थं सीतारामः इति वदामश्चेत् सीताश्च अयं रामश्च इति कर्मधारयः तत्र न भवति, सीतायाः रामः इति भवति. सीतापतिः, सीतापतिः सीतापतिः नास्ति, सीतापतिः इत्यत्र सीतायाः पतिः रामः, तर्हि पतिः इत्यस्मिन् स्थाने रामः इति स्थापयामश्चेत् सीतारामः, परशुरामः इति अपि अस्ति, बलरामः इति अपि अस्ति, तर्हि सीतारामः कः रामः भवान् वदति इति चेत् न किं रामं भवान् कं रामं भवान् वदति, कं रामम् उद्दिश्य भवान् वदति इति चेत् सीतारामः इति यदि अहं वदामि तर्हि सीतायाः रामः इति भवति, तत्र सम्बन्धः अस्ति। तर्हि सीता इति विशेषणं यथा भवति तथा साध्यस्य अभावः इत्यत्र साध्यं विशेषणं भवति अभावस्य, कस्य अभावः इति चेत् यथा कस्य रामः इति चेत् सीतायाः रामः इति वदामः, तथा कस्य अभावः इति चेत् साध्यस्य अभावः, न तु हेतोः अभावः, न तु घटस्य अभावः। तर्हि साध्यस्य अभावः इत्यत्र साध्यं विशेषणं भवति अभावस्य, विशेषणमस्ति तर्हि तत्र साध्यस्य अभावः इति षष्ठी प्रयुक्तं। तर्हि तत्र कः सम्बन्धः इति चेत् प्रतियोगितासम्बन्धेन, इत्युक्ते साध्यम् अपि च अभावः अनयोः मध्ये कः सम्बन्धः अस्ति इति चेत् प्रतियोगितासम्बन्धः अस्ति। यथा सीतायाः रामः इत्यत्र सीता अपि च रामः अनयोः मध्ये कः सम्बन्धः अस्ति इति चेत् पतिपत्नीसम्बन्धः अस्ति यथा, तथा अत्र साध्यस्य अभावः इति वदामश्चेत् तत्र कः सम्बन्धः षष्ट्या उक्तम् इति चेत् प्रतियोगितासम्बन्धः उक्तः। अत्र यदा साध्यस्य अभावः इति वदामः तदा तुल्यवित्त्यवेद्यतया अभावस्य साध्यम् इति अपि वक्तुं शक्यते। साध्यस्य अभावः इति अनुक्त्वा अभावस्य साध्यम् अत्र किं कृतम्? साध्यस्य अभावः इत्यत्र साध्यं विशेषणम्, अभावः इति विशेष्यम्। यदि तादृशं वदामः साध्यस्य अभावः अभिधेयत्वस्य अभावः, तत् अप्रसिद्धः भवति, तदर्थं विपरीतं करोति। किं करोति इति चेत् अभावस्य साध्यम् इति वदति। तर्हि अभावः केन अभावस्य साध्यम् इत्यत्र षष्ठी अभावस्य कः सम्बन्धः सूचयति इति अनुयोगितासम्बन्धः सूचयति। अभावः अनुयोगितासम्बन्धेन साध्ये वर्तते, यथा साध्यं प्रतियोगितासम्बन्धेन अभावे वर्तते तथा अनियोगितासम्बन्धेन अभावः साध्ये वर्तते इति कृत्वा अभावस्य साध्यम् इति वदामश्चेत् इदानीं साध्यं विशेष्यं भवति। साध्यं तु इदानीम् अभिधेयम्, अभिधेयत्वम्, अभिधेयत्वम् इति प्रसिद्धः एव, तर्हि अप्रसिद्धत्वं न भवति। अभावस्य साध्यम्, अभावः अनुयोगितासम्बन्धेन साध्ये वर्तते इति स्वीकृत्य तदनन्तरम् अभिधेयत्वम्, अभिधेयत्वे कः धर्मः अस्ति इति चेत् अत्यन्त अभावस्य अप्रतियोगित्वं सर्वदा अस्ति। इत्युक्ते अभिधेयत्वम्, अभिधेयत्वस्य अभावः यदा कदापि न भवति इति कृत्वा, यदि घटस्य अत्यन्त अभावः भवति तर्हि घटः घटै घटे प्रतियोगित्वं भवति। पटस्य अभावः अत्यन्त अभावः कुत्रचित् भवति चेत् पटे प्रतियोगित्वं जायते। एवम् अभिधेयत्वे प्रतियोगित्वं यदा कदापि जायते वा इति चेत् यदा कदापि न जायते। किमर्थम्? अभिधेयत्वस्य अभावः न भवत्येव। तर्हि अभिधेयत्वे कः धर्मः अस्ति इति चेत् प्रतियोगित्वम् इति धर्मः नास्ति, किन्तु अप्रतियोगित्वम् इति धर्मः अस्ति। अत्यन्त अभावस्य अप्रतियोगी अभिधेयत्वम् इति कृत्वा अत्यन्त अभाव अप्रतियोगित्वम् अभिधेयत्वे सर्वदा अस्ति। तर्हि तद् दोषः अत्यन्त अभाव अप्रतियोगित्वम् इति दोषत्वेन स्वी दोषः इत्युक्ते प्रमात्मकज्ञानम् इति मनसि भवेत्। दोषः इत्युक्ते अत्र क्लेशः नास्ति, हेत्वाभासस्थले, हेत्वाभासस्थले यत् प्रतिबन्धकं भवति तस्य प्रतिबन्धकत्वम् अस्ति इति कृत्वा दोषः इति व्यवहारः क्रियते। वस्तुतः दोषः इत्युक्ते सामान्यतया डिफेक्ट् इति वदामः, किन्तु अत्र प्रमात्मकम् अस्ति, प्रतिबन्धकं प्रतिबन्धकज्ञानं प्रमात्मकम् अस्ति, प्रतिबन्धकज्ञाने यः विषयः अस्ति सः एव दोषः इति कथ्यते। कथं वा तस्मिन् दोषत्वम् इति चेत्, प्रतिबद्धज्ञानं ज्ञानस्य विरोधिः अस्ति सः इति कृत्वा प्रतिबद्धज्ञानं जातुं निषेधः करोति एतत् इति कृत्वा तस्मिन् दोषत्वं कल्प्यते। अस्तु, तर्हि अत्यन्त अभाव अप्रतियोगित्वम् इति प्रतिबन्धक दोषं स्वीकृत्य, तर्हि यदा अप्रतियोगित्वम् इति वदामश्चेत् तर्हि तत्र प्रतियोगित्वम् इति प्रतिबन्धकत्व प्रतिबद्धत्वं वक्तुं शक्यते। तर्हि अत्यन्त अभाव प्रतियोगित्वम् इति प्रतिबद्धज्ञानस्य प्रकारः, प्रतिबन्धकज्ञानस्य प्रकारः कः इति चेत् अत्यन्त अभाव अप्रतियोगित्वम् इति। तदा इदानीं प्रतिबन्धक प्रतिबद्धज्ञान प्रतिबन्धक प्रतिबद्धसम्बन्धः जातः इति कृत्वा इदानीम् अत्र हेत्वाभासत्वं कल्पयितुं शक्यते। तद् गते वर्गे अस्माभिः दृष्टं, केवलं पुनस्मारणार्थम् एतत् सर्वं मया उक्तमासीत्। अस्तु, तर्हि नवीनाः एतादृशम् अनुपसंहारिणं व्यवहरन्ति, तत्र हेत्वाभासत्वं कल्पनीयमेव। यदि हेत्वाभासे अन्यतमः अनुपसंहारी इति वदामश्चेत् तत्र हेत्वाभासत्वं कल्पनीयम्, तदर्थम् एतादृशव्यवहारः करणीयः एव। यथा मूलग्रन्थकारेण कृतं तत्र तु हेत्वाभासत्वं न कल्पयितुं शक्यते इति भेदः। अस्तु, तर्हि इदानीं सङ्ग्रहकृत किं करोति इति अग्रे अन्तिमपरिच्छेदः अस्ति, तत् पठेम। अस्तु, मेहुल् महोदय पठति वा? आं महोदय। अस्तु, सङ्ग्रहकृता परम् एतादृशलक्षणं बुद्धौ अनिधाय सव्यभिचारे अनुपसंहारी परिगणितः। यथा हि साधारण असाधारणयोः स्थले प्रतिबन्धकज्ञानसत्त्वेन परामर्शः नोत्पद्यते, फलतश्च अनुमितिः नोत्पद्यते, तथैव अनुपसंहारिणी उभयविधदृष्टान्ताभावात् व्याप्तिज्ञानं न जायते, व्याप्तिज्ञानाभावात् परामर्शः नोत्पद्यते, फलतश्च अनुमितिः नोत्पद्यते, अतः एव सव्यभिचारे सः गणितः। अस्तु, अत्र हि त्रयः अपि परामर्शस्य अनुत्पत्तिं प्रयोजयन्ति। आद्यौ द्वौ विरोधिज्ञानसम्पादनेन, अन्त्यस्तु जनकं यत् व्याप्तिज्ञानं तदभावसम्पादनेन इति। अनुपसंहारिणी दृष्टान्ताभावेन व्याप्तिज्ञानाभावात् परामर्शानुत्पादः उक्त एव, तदनेन प्रकारेण सद्हेतोः हेत्वाभासस्य च विस्तरेण निरूपणं कृतम्। अस्तु, अत्र सव्यभिचारे अनुपसंहारी परिगणितः आसीत् सङ्ग्रहकृता। अत्र यत्र अन्वयव्याप्तिः अपि च केवल अन्वयव्याप्तिः चेत् व्यतिरिक्तव्याप्तिः न वक्तुं शक्नुमः, तत्र हेत्वाभासः कथं किमर्थम् अन्वयव्याप्तिः व्यतिरेकव्याप्तिः न वक्तुं शक्नुमः? अत्र अनुपसंहारी इत्यस्मिन् हेत्वाभासे अत्र पक्षः अपक्षं विहाय अन्य कुत्रापि उदाहरणं न लभ्यते। मम प्रश्नस्य उत्तरम् एवं वक्तव्यं, दृष्टान्तः न वक्तव्यं वक्तुं शक्यते इति कृत्वा व्याप्तिः न वक्तुं शक्यते, व्याप्तिः न वक्तुं शक्यते, सत्यम्। अतः अनुपसंहारी इत्यस्य गणना सव्यविचारे कृतम्। अत्र यथा साधारण अपि च असाधारणयोः स्थले अत्र प्रतिबन्धकज्ञान अस्ति, तर्हि परामर्शः न उत्पद्यते, अपि च तेन अनुमितिः अपि न उत्पद्यते, तथैव अत्रापि अनुपसंहारिणी इत्यत्रापि उभयविधदृष्टान्ताभावात् इत्युक्ते अत्र व्यतिरिकव्याप्तेः अपि उदाहरणं न लभ्यते, अन्वयव्याप्तेः उदाहरणमपि न लभ्यते, अतः व्याप्तिज्ञानं तत्रापि न जायते, अतः अग्रे परामर्शः न उत्पद्यते, अग्रे अनुमितिः अपि न उत्पद्यते. अतः एव अनुपसंहारी इत्यस्य गणना सव्यभिचारे कृतम्. अत्र हि त्रयः अपि परामर्शस्य अनुत्पत्तिं प्रयोजयन्ति. अत्र इत्युक्ते कुत्र इति न अवगच्छामि. त्रयः अपि परामर्शस्य अनुत्पत्तिं प्रयोजयन्ति. आद्यौ द्वौ विरोधिज्ञानसम्पादनेन अन्त्यस्तु जनकं यत् व्याप्तिज्ञानं तदभावसम्पादनेन इति. तत् त्रयः इत्युक्ते साधारणम् असाधारणम् अपि च अनुपसंहारि. ओ अस्तु अस्तु. इति त्रयः. हा हा हा. त्रयः अपि परामर्शस्य अनुत्पत्तिं प्रयोजयन्ति. इत्युक्ते परामर्शः जातुं ते बाधां कुर्वन्ति. ओ परामर्शः जातुम् अनुमितिं न ददन्ति. प्रतिबन्धकत्वम् अस्ति. तर्हि प्रतिबन्धकत्वं कथम् इति चेत् आद्यौ साधारण असाधारणस्थले तु विरोधिज्ञानसम्पादनेन एव जातम् इत्युक्ते प्रतिबन्धकज्ञानं तत्र वक्तुं शक्यते. हा शक्यते सत्यं. परन्तु हा अन्तिम इत्युक्ते अनुपसंहार इत्यस्मिन् स्थले व्याप्तिज्ञानं तदभावसम्पादनेन व्याप्तिज्ञानम् अत्र व्याप्तिज्ञानं न उत्पद्यते खलु अनुपसंहारी इत्यस्मिन् स्थले अपि. हा इत्युक्ते तृतीय अनुपसंहारिणी किं भवति इति चेत् जनकं यत् व्याप्तिज्ञानं तस्य जनकं परामर्शजनकं परामर्शस्य जनकं यत् व्याप्तिज्ञानं तस्य अभावः तद् अभावसम्पादनेन इत्युक्ते व्याप्तिज्ञानम् एव न जायते अनुपसंहारिणी व्याप्तिज्ञानमेव न जायते. किमर्थं व्याप्तिज्ञानं न जायते इति चेत् दृष्टान्ताभावात् पक्षभिन्नदृष्टान्ताभावात् अन्वयदृष्टान्तः न लभ्यते व्यतिरेकदृष्टान्तः न लभ्यते इति कृत्वा व्याप्तिं व्याप्तिज्ञानमेव न जायते इति कृत्वा व्याप्तिज्ञानं जायते चेदेव परामर्शः जायते खलु. परामर्शः जायते चेदेव अनुमितिः जायते. तर्हि अनुपसंहारी कथं हेत्वाभासः भवति तस्य कार्यं करोति इति चेत् व्याप्तिज्ञानस्य अभावं कारयति तत् तादृशं प्राचीनैः तर्कसङ्ग्रहकारैः स्वीकृतम्. हा अतः एव अनेन प्रकारेण सम्यभिचारे तद् योजितमस्ति. तद्योजितं सत्यं. किन्तु तत्र दोषत्वम् इति एतत् सर्वं कल्पनीयं चेत् तत्र क्लेशः भवति. आम् आम् अस्तु पूरयतु. हा हा अते अतः एव नवीनैः किं कृतम् इत्युक्ते अनेन प्रकारेण सद्हेतोः हेत्वाभासस्य च विस्तरेण निरूपणं कृतं. तर्हि अत्र साध्यस्य अभावः न तद् नास्ति महोदय. तद् नास्ति वा? अनुपसंहारिणी दृष्टान्त अभावेन व्याप्तिज्ञान अभावात् परामर्श अनुत्पादः उक्तः एव इति उक्तं. तदनन्तरं तद् अनेन प्रकारेण इत्युक्ते अनुमानप्रकारेण परिच्छेदेन सद्हेतोः हेत्वाभासस्य च विस्तरेण निरूपणं कृतम् इत्युक्ते अन्तिमवाक्यं तद् अनेन प्रकारेण इति वाक्यं उपसंहारवाक्यमस्ति इत्युक्ते समापितम् अनुमानपरिच्छेदः समापितः इति. ओ अस्तु अस्तु. सद्हेतोः हेत्वाभासस्य च विस्तरेण सत्यं. हा समापितम् अधुना. हा सद्हेतोः अपि विवरणं हा निरूपणं कृतं हेत्वाभासस्य अपि निरूपणं विस्तरेण कृतम्. अस्तु एकः अपि विषयः अत्र नवीनैः यदुक्तमस्ति इत्युक्ते केवलान्वयीस्थलं स्वीकृत्य तत्र व्यतिरेकव्याप्तिं स्वीकृत्य किञ्चित् परिवर्त्य साध्यस्य अभावः इति अनुक्त्वा अभावस्य साध्यम् इति परिवर्त्य तदनन्तरम् अत्यन्त अभाव अप्रतियोगित्वम् इति कल्प्य एतत् सर्वम् उक्तं। वस्तुतः तत्र यत्र यत्र अभिधेयत्व अभावः तत्र तत्र पृथिवीत्व अभावः यथा इति तत्रापि दृष्टान्तं न वक्तुं शक्यते। आम् सत्यम्। यथा इति दृष्टान्तं न वक्तुं शक्यते एव। सर्वम् अभिधेय सर्वं सर्वे अभिधेयत्वात् इति कृत्वा तत्र दृष्टान्तः न लभ्यते, किन्तु दृष्टान्तं वक्तव्यम् इति नास्ति। इत्युक्ते दृष्टान्तम् अनुक्त्वा एव अत्र प्रतिबन्धकत्वं कल्पितम् इति विशेषः अस्ति। सत्यम् इति मनसि भवेत्। तर्हि अत्र केवलं पुनस्मरणार्थम् अत्र साध्यस्य अभावः इति स्वीकृतं, साध्यमिति विशेषणरूपेण स्वीकृतम्, अतः एव तुल्यवित्तिवेद्यतया अभावस्य साध्यम् इति अपि वक्तुं शक्नुमः। तर्हि तत्र सम्बन्धः अनुयोगिता इति भवति, अतः अभिधेयत्वे अत्र अभावस्य साध्यम् इत्यनेन अत्यन्ताभावस्य अप्रतियोगी साध्यम् इति कृतं खलु? सत्यम्। अत्यन्ताभावस्य अप्रतियोगी साध्यं, तादृश व्यतिरिक्तव्याप्तिवाक्ये तादृशपदं योजयित्वा यदि व्याप्ति चिन्तयामः चेत् तत्र दोषः नास्ति, परन्तु तत्रापि उदाहरणं न लभ्यते खलु? उदाहरणं न लभ्यते, किन्तु तदेव मया उक्तम्, अत्र उदाहरणं न दत्त्वा उदाहरणम् अदत्त्वा किमर्थम् एतादृशं चिन्तनम् इति चेत् तत्र प्रतिबन्धकत्वं वक्तव्यं, दोषः विषयः कः इति वक्तव्यं, दोषः कः इति वक्तव्यं। तदर्थम् अत्र अत्यन्ताभाव अप्रतियोगित्वम् इति विषयः, तदेव दोषः। स च दोषः किं करोति? अत्यन्ताभावप्रतियोगित्वम् इत्यस्य विरोधी भवति, विरोधी भवति। तर्हि अत्यन्ताभावप्रतियोगित्वम् अत्यन्ताभावप्रतियोगी अभिधेयत्वम् इति प्रतिबद्धज्ञानस्य आकारः, अत्यन्ताभाव अप्रतियोगी अभिधेयत्वम् इति प्रतिबन्धकज्ञानस्य आकारः इति स्वीकृत्य तत्र अभिधेयत्वं समानविशेषकम्, अभिधेयत्वम् इति समानविशेषता अवच्छेदकः। आम् सत्यं, सर्वमागतं। भावाभावप्रति प्रकारः इति एतत् सर्वम् अस्माभिः चिन्तितम्। अस्तु, इति अनुमानपरिच्छेदः समापितः अस्ति। तर्हि मया किं चिन्तितम्, अग्रिमे वर्गे यथा प्रत्यक्षपरिच्छेदे अस्माभिः कृतम्, अपि च प्रत्यक्षपरिच्छेदे अस्माभिः कृतं वा इति मम मनसि नास्ति, किन्तु यथा तत्र द्रव्याणां द्रव्यविषये अध्ययनं कृतं, तदनन्तरं प्रश्नाः कृताः खलु मया, इत्युक्ते अस्य पृथिव्याः लक्षणं किम् इति तादृशम्। एवम् अत्र किं करोमि, अग्रिमवर्गात् पूर्वमेव अहं प्रेषयिष्यामि प्रश्नाः, काञ्चन प्रश्नान् लिखित्वा अहं प्रेषयिष्यामि, सर्वे तद्विषये चिन्तयन्तु। तदनन्तरं वर्गे प्रश्नानाम् उत्तरं प्रत्येकं स्वीकृत्य अहं पृच्छामि, भवन्तः उच्चरयन्तु, तदा दृढीभवति। इत्युक्ते आरम्भतः ये विषयाः अस्माभिः अधीताः तान् विषयान् अधिकृत्य एव प्रश्नाः क्रियते। इत्युक्ते दोषत्वं यद् मया उक्तम् अद्य, दोषत्वं प्रतिबन्धकप्रमात्मकज्ञाने कथं वा दोषत्वं वदेम, अत्र दोषः कः इति प्रश्नः अहं करोमि। एवं रीत्या इत्युक्ते एकपदीकरणम्, अपि च अभावं स्वीकृत्य, इत्युक्ते अत्र पूर्वपक्षिणः लक्षणमासीत् खलु, पूर्वपक्षिणः व्याप्तिलक्षणं किं? साध्याभावत् अवृत्तित्वम्, इत्युक्ते साध्य अभावत् अवृत्तित्वम् इत्यत्र अभावं स्वीकृत्य लक्षणं कृतं, तत्र वैशिष्ट्यं किम् इति एतादृशप्रश्नाः कुत्र उत्तरं लभ्यते इति अपि अहं सूचयिष्यामि। तर्हि तद् एकवारं पठित्वा आगच्छन्तु, तदनन्तरं चिन्तनं कुर्मः. अस्तु, अपि च अभ्यासार्थं कानिचन अनुमानवाक्यानि मया निर्मितानि सन्ति, अहं निर्माणं कुर्वन् अस्मि इदानीमपि, तस्य तेषां विषये अपि चिन्तनं कुर्मः. किन्तु इदानीं किं कुर्मः, अत्र स्प्रेड्शीट् अस्ति खलु, तत्र गच्छन्तु सर्वे. सः स्प्रेड्शीट् इति चेत् हेत्वावासः नूतनचिन्तनम् इति स्प्रेड्शीट्. तर्हि तत्र किं कर्तव्यं भवद्भिः, प्रथमं सामान्यचिन्तनम् इत्युक्ते अत्र दोषः कः, तर्हि तदत्रं दोषवत्त्वं, हेत्वाभासत्वं, तदनन्तरं समूहालम्बनज्ञानम् इति तावत् प्रथमं न चिन्तयेम. सामान्यचिन्तनम् इत्युक्ते अनुमानस्य प्राक्टिकल् यूसेज्. तर्हि कथं कर्तव्यम् इति चेत्, कोऽपि अनुमानवाक्यं यत्किमपि वदति चेत् तत्र किं किं द्रष्टव्यम् इति सामान्यचिन्तनं कुर्मः. तदनन्तरं तस्मिन्नेव उदाहरणे कथं वा तत्र प्रतिबद्धज्ञानं, प्रतिबन्धकज्ञानं, समानविशेषत्वम् इति एतत् सर्वं चिन्तनं कुर्मः. अस्तु, तर्हि आरम्भं कुर्मः. किं वक्तव्यम् इति चेत्, प्रथमम् अनुमानवाक्यम् अहं वदामि. तत्र पक्षः कः, साध्यं किं, हेतुः कः इति वक्तव्यं प्रथमम्. तदनन्तरं पक्षस्य लक्षणं यदस्माभिः अधीतम् इत्युक्ते पक्षस्य लक्षणम् इति तत्र प्रसिद्धः भवेत्. अत्र व्याप्तिचिन्तनम् इति शीट् मध्ये अस्ति, प्रसिद्धत्वं भवेत्, साध्यसम्भावनावान् भवेत्, साध्यसन्दिग्धवान् भवेत्, हेतुमान् भवेत्, तदेव पक्षः इति. तदनन्तरं साध्यं, प्रसिद्धत्वं भवेत्, व्यापकत्ववान् भवेत्, व्याप्यवृत्तिः, अव्याप्यवृत्तिः इति एतादृशं सर्वं परिशीलनीयमस्ति. भवतु, कुर्मः, तदा अर्थबोधः जायतेव. अस्तु, तर्हि सामान्यचिन्तने प्रथमं वाक्यं श्रुत्वा पक्षः कः, साध्यं किं, तदनन्तरं हेतुः कः इति वक्तव्यं. तदनन्तरं पक्षे किञ्चित् चिन्तनीयमस्ति. केवलं पक्षविषये चिन्तयामश्चेत् पर्याप्तम्, इत्युक्ते पक्षः प्रसिद्धः वा अप्रसिद्धः वा इति चिन्तनीयं, तावदेव. तदनन्तरं इदानीम् अनुमानवाक्यस्य आकारः कः, अनुमितिः, अनुमितिज्ञानस्य आकारः कः इति वक्तव्यम्. न, अत्र किं कुर्मः, एवं कुर्मः, सामान्यचिन्तनमेव कुर्मः. अनुमितिवाक्यम् इति एतत् सर्वम् इदानीं मास्तु, इत्युक्ते अनुमानवाक्यं श्रुत्वा पक्षः कः, साध्यं कः, साध्यं किं, हेतुः कः इति वक्तव्यं. तदनन्तरं पक्षः प्रसिद्धः वा अप्रसिद्धः वा इति चिन्तनीयम्. तदनन्तरं तत्र पक्षधर्मता अस्ति वा इति चिन्तनीयम्. तदनन्तरं व्याप्तिः अस्ति वा इति चिन्तनीयम्. एतत् सर्वं विचिन्त्य यदि सर्वम् अस्ति तर्हि किं भवति. अस्तु, अत्र सद्हेतुवाक्यमेकम् उक्त्वा अहं प्रदर्शयामि, तद्रीत्या भवन्तः कुर्वन्तु. पर्वतः वह्निमान् धूमात् इति वाक्यं, पर्वतः वह्निमान् धूमात् इति वाक्यम्. अत्र पर्वतः इति पक्षः, वह्निमान् इत्यत्र वह्निः इति साध्यं, धूमः इति हेतुः. तर्हि प्रथमं पक्षः प्रसिद्धः वा इति चेत्, आम्, पक्षः प्रसिद्धः, पर्वतः स्तु अस्ति, प्रत्यक्षेन ज्ञायते. अस्तु, तदनन्तरम् इदानीं पक्षधर्मता, धूमः पक्षे अस्ति, पर्वते अस्ति इति. तर्हि धूमे पक्षधर्मता आगता, तदपि साधितमत्र, पक्षधर्मता धूमे अस्ति. तदनन्तरं व्याप्तिः धूमे अस्ति वा इति चिन्तनीयम्. व्याप्तिचिन्तनार्थं मया किं कृतम्, अत्र केवलम् अन्वयव्याप्तिः, व्यतिरेकव्याप्तिः इति न, तत्र चतुर्धा मया विभक्ता. अन्वयसहचारः, व्यतिरेकसहचारः, अन्वयव्यभिचारः, व्यतिरेकव्यभिचारः इति चत्वारि अंशानि यदि वयं चिन्तयामः तदा समीचीनबोधः जायते। तर्हि अत्र पश्येम, इदानीं पक्षधर्मता मया उक्ता, तर्हि व्याप्तिः अस्ति वा इति चिन्तनार्थम् अन्वयसहचारः, अन्वयसहचारः इत्युक्ते किं, तत्सत्त्वे तत्सत्त्वम्। तर्हि यत्र धूमः तत्र वह्निः, उदाहरणं वक्तव्यं, यथा महानसम् इति। तदनन्तरं व्यतिरेकसहचारः, उभयत्र अभावः वक्तव्यः, यत्र वह्नि अभावः तत्र धूम अभावः, यथा ह्रदः जलह्रदः इति उदाहरणम् उक्तम्। तर्हि इदानीम् अन्वयसहचारः अपि जातः, व्यतिरेकसहचारः अपि जातः इति कृत्वा व्याप्तिः सिद्धा इति न चिन्तनीयम्। तत्र अन्वयव्यभिचारः भवति वा व्यतिरेकव्यभिचारः भवति वा इति अपि चिन्तनीयम्। अस्तु, तस्मिन् विषये अहम् इदानीं चिन्तयामि। अन्वयव्यभिचारः इत्युक्ते यत्र धूमः तत्र वह्नि अभावः इति वक्तव्यम्। यत्र धूमः तत्र वह्नि अभावः, यथा इति एकमपि स्थलं वक्तुं शक्यते वा? न शक्यते। तर्हि अन्वयव्यभिचारः, अन्वयव्यभिचारः न वक्तुं शक्यते। अस्तु, इदानीं व्यतिरेकव्यभिचारः, व्यतिरेकव्यभिचारः इत्युक्ते किम्? यत्र वह्नि अभावः तत्र धूमः, यथा न, एकनिमिषम्, अन्वयव्यभिचारः इत्युक्ते किम्? यत्र धूमः तत्र वह्नि अभावः इति नास्ति, सत्यम्। एवं व्यतिरेकव्यभिचारः इत्यत्र यत्र वह्नि अभावः तत्र धूमः, सत्यम्। आमां, समीचीनतया एव मया उक्तं। तदपि तत्र उदाहरणं द्रष्टुं दर्शयितुं शक्यते। वस्तुतः शङ्करभाष्ये आचार्येण एकं स्थलं प्रदर्शितमस्ति, व्यभिचारः दर्शितः अस्ति अस्मिन् अनुमाने एव। कथम् इति चेत् सः वदति, इदानीं तत्र धूमः जायमानमस्ति इति चिन्तयतु। तत्र धूमस्य उपरि एकं घटं संस्थाप्य, इत्युक्ते विपरीतरीत्या, इन्वर्स्, अप्सैड् डौन् संस्थाप्य, तर्हि इदानीं धूमः तस्मिन् घटे अन्तर्भूतं भवति खलु, व्याप्यति। तदनन्तरं किम्, एकं लिड् स्वीकृत्य तस्य कीलनं कृत्वा, अनन्तरं अन्यत्र यत्र कुत्रापि गत्वा, यदि तत्र स्थाली यदस्ति तद् निष्कासयामश्चेत्, इदानीं तत्र घटे विद्यमानधूमः उपरि गच्छति खलु, तर्हि तादृशं वक्तुं शक्यते। तर्हि तं धूमं दृष्ट्वा तत्र वह्निः अस्ति इति अनुमानं कुर्मश्चेत् क्लेशः भवति। भवतु, केवलं स्वारस्यार्थं मया उक्तम्, किन्तु इदानीम् अन्वयव्यभिचारः व्यतिरेकव्यभिचारः उभयमपि न वक्तुं शक्यते इति कृत्वा व्याप्तिः सिद्धा भवति। व्याप्तिः कुत्र सिद्धा भवति? धूमे सिद्धा भवति। तर्हि पक्षधर्मताज्ञानमपि अस्ति, व्याप्तिज्ञानमपि अस्ति इति कृत्वा परामर्शः जायते। परामर्शः कः इति चेत्, वह्निव्याप्य धूमवत् पर्वतः, वह्निव्याप्य धूमवान् अयं पर्वतः इति वाक्यरूपेण एकपदेन वदामश्चेत् वह्निव्याप्य धूमवत् पर्वतः इति परामर्शः जायते। तेन परामर्शेन पर्वतः वह्निमान् इति अनुमानमपि जायते इति यथा मया प्रदर्शितं तथा अत्र वक्तव्यम्। अस्तु, सत्यभामा भगिनी, भवती आरब्धं करोतु। आं महोदय, अत्र प्रथम उदाहरणमस्ति बाधः इत्यत्र, वह्निः अनुष्णत्ववान् द्रव्यत्वात्। वह्निः अनुष्णत्ववान् द्रव्यत्वात् इति उदाहरणं। वह्निः विपक्षः, अनुष्णत्वं साध्यं, द्रव्यत्वं हेतुः। हेतुः पक्षे अस्ति वा इति चेत् द्रव्यत्वं प्रथमं वह्निः प्रसिद्धः वा इति चिन्तयतु। वह्निः इति प्रसिद्धः वा चेत् वह्निः प्रसिद्धहेतुः एव, प्रसिद्धपक्षः एव हेतुः, प्रसिद्धपक्षः एव, सत्यम् अग्रे अग्रे इदानीं पक्षधर्मदा अस्ति वा इति चिन्तनीयं खलु महोदय अनुष्णत्वं वाक्नाओ अस्ति वा इति न द्रव्यत्वं द्रव्यत्वं वर्णौ अस्ति अस्ति द्रव्यमस्ति इति कृत्वा तत्र पक्षधर्मता सिद्धा सिद्धा इदानीं व्याप्ति यत्र यत्र द्रव्यत्वं तत्र तत्र अनुष्णत्वं यदा द्रव्यं किमपि जलम् अनुष्णत्वं जलम् इति स्वीकुर्मः अत्र यत्र यत्र इति मा वदतु केवलम् एकपदं वीप्सा मा वदतु यत्र इति अन्वयसहचारः इदानीं भवती अन्वयसहचारः कुर्वन्ती अस्ति ओके यत्र द्रव्यत्वं तत्र अनुष्णत्वं यदा जलम् उदाहरणं वक्तव्यम् आमाम् उदाहरणं निश्चयेन वक्तव्यं तदा एव व्याप्तिः सिद्ध्यति इदानीं व्यतिरेकसहचारः यत्र अनुष्णत्वाभावः तत्र द्रव्यत्वाभावः द्रव्यं गुणकर्म किमपि वक्तव्यं यत्र यत्र द्रव्य अनुष्णत्व अभावः तत्र द्रव्यत्वाभावः यदा द्रव्यं विहाय अन्यपदार्थः वक्तुं शक्यते खलु गुणकर्म क्रिया अरूपम् यथा रूपं रूपे द्रव्यत्वमपि नास्ति किन्तु अनुष्णत्व अभावः अस्ति वा न वा अस्ति रूपम् अनुष्णत्वम् अनुष्णत्व वाक्यं वदतु भगिनि एकवारम् अनुष्णत्व अभावः रूपे अस्ति न न यत्र अनुष्णत्व अभावः तत्र द्रव्यत्व अभावः यथा रूपम् इति उक्तवती खलु तर्हि इदानीं परिशीलयतु यत्र द्रव्यत्व अभावः अस्ति तद् न उक्तं खलु वाक्यम् एकवारं वदतु क्रमेण चिन्तनीयं नो चेत् क्लेशः भवति यत्र यत्र अनुष्णत्व अभावः तत्र द्रव्यत्व अभावः यदा रूपं सत्यं तर्हि इदानीं प्रथमं किम् उक्तवती अनुष्णत्व अभावः उक्तवती खलु तद् रूपे अस्ति वा चिन्तयतु अनुष्णत्वम् अनुष्णत्व अभावः इत्युक्ते उष्णत्वम् उष्णत्वं रूपे नास्ति तर्हि कथम् उष्णरूपम् इति उदाहरणं कथं वदति अस्ति इति एव वक्तव्यं अनुष्णत्व अभावः उष्णत्व किन्तु अयम् मेहुल् महोदयेन किमपि उक्तं किम् तत्र यथा क्रिया इति उक्तमस्ति तत्र कालम् ऐ मध्ये परन्तु तत्र मया लिखितमस्ति तत्सर्वं किन्तु इदानीं चिन्तनीयम् इदानीं चिन्तनीयम् इत्युक्ते यत्र अनुष्णत्व अभावः तत्र द्रव्यत्व अभावः यथा इत्युक्ते द्रव्यत्व अभावः यत्र भवति यद् द्रव्यं विहाय अष्ट सप्तपदार्थेषु भवति खलु किन्तु अनुष्णत्व अभावः तत्र अस्ति वा इत्युक्ते अनुष्णत्व अभावः इत्युक्ते किम् उष्णत्वं खलु उष्णत्वमिति तु द्रव्यत्वस्य एव गुणः एक अतः द्रव्यत्वस्य गुणः नास्ति समीचीनतया वदतु इत्युक्ते द्रव्यस्य एकविध गुणः इति वक्तुं शक्नुमः वा द्रव्यस्य किमर्थं द्रव्यम् इति वदति केवलम् अत्र जलमिति द्रव्यं द्रव्ये जले उष्णत्वं द्रव्यं नास्ति तेजसः गुणः तेजसः गुणः खलु उष्णत्वम् इति तर्हि यत्र अनुष्णत्व अभावः तत्र द्रव्यत्व अभावः इति वक्तुं शक्यते वा? न वक्तुं शक्यते. द्रव्यत्वाभावः न वक्तुं शक्यते. न वक्तुं शक्यते. अस्तु, तर्हि अत्र क्रियायामपि एतादृशक्लेशः अस्ति खलु. तर्हि यथा इति क्वश्चन् मार्क् मया स्थापितम्. उष्णत्वं केवलं तेजसि एव भवति इति कृत्वा पक्षभिन्नस्थले पक्षभिन्नस्थले नास्ति. सत्यं. तर्हि इदानीम् अन्वयव्यभिचारः चिन्तयतु. इदानीं यत्र हेतुः यत्र द्रव्यत्वं तत्र अनुष्णत्व अभावः. यत्र द्रव्यत्वं तत्र अनुष्णत्व अभावः. यदा अग्निः इति दत्तमस्ति, यदा अग्निः द्रव्यत्वं तत्र अनुष्णत्व अभावः. अनुष्णत्व अभावः इति उष्णत्वम्, उष्णत्वं द्रव्यत्वे अस्ति यदा अग्निः. तद् समीचीनमस्ति न, किन्तु अत्र कश्चन न समीचीनं नास्ति. यत्र द्रव्यत्वं यत्र द्रव्यत्वं तत्र अनुष्णत्व अभावः. किन्तु यदा अग्निः इति उदाहरणं चेत् अस्मिन् उदाहरणे तत् अस्ति खलु महोदय? समीचीनतया वदतु, भवती अवगच्छति. किन्तु यत्र द्रव्यत्वं तत्र अनुष्णत्व अभावः इति वदामः चेत्, अनुष्णत्व अभावः इति उष्णत्वम् अस्ति, तद् द्रव्यत्वम् इति अग्नि इति उदाहरणं स्वीकुर्मः चेत् अस्मिन् उदाहरणे अस्ति इति मया उक्तम्. अनेन उदाहरणेन एतद् वाक्यं सत्यमस्ति. किन्तु एतद् उदाहरणं समीचीनं वा? इदानीम् अग्निः इति किं, वह्निः खलु, वह्निः इति पक्षः अस्ति. पक्षः, पक्षभिन्नस्थलं वक्तव्यं खलु. पक्षभिन्नस्थलम् इदानीं यदा सूर्यः इति स्वीकुर्मः चेत् द्रव्यं नास्ति इति भवति वा? इत्युक्ते तत्र सूर्यः, यदि सूर्यः इति आदित्यः इति द्रव्यं तस्मिन् उष्णत्वम् अस्ति इति वदामश्चेत्, तर्हि इदानीं सूर्यः इति कीदृशद्रव्यं? इत्युक्ते तेजः अपि च वह्निः अनयोः मध्ये भेदः अस्ति वा इति चिन्तनीयम्. यदि तेजसीयद्रव्यम् इति वदति तर्हि तेजस्त्वमस्ति खलु. इत्युक्ते तेजस्त्वम् अग्नौ, वह्निः सूर्यः इति भिन्नभिन्नपदार्थानि भवन्ति वा इति चिन्तनीयम्. तत्रापि एतत् प्रकाशम् अपि च उष्णत्वं द्वयमपि अस्ति. प्रकाशम् इति विषयान्तरं मा चिन्तयतु कृपया. किन्तु अग्निः इति वदामि चेत् तत्र तैजसीयद्रव्यं वह्निः वा? इत्युक्ते तेजः अपि च अग्निः अपि च वह्निः, इत्युक्ते अग्निवह्नयोः मध्ये भेदः अस्ति वा? तयोः मध्ये भेदः नास्ति इति चिन्तयामि. किन्तु तेजः इति वदामः किमर्थम् इति वदतु, चिन्तयामि इति अग्रे आगच्छतु कृपया. पर्यायपदं कृत्य पर्यायपदमेव खलु अग्नि वह्नि इति. अस्तु, यदि अहं वदामि अग्निः इति भिन्नः अस्ति, वह्निः इति भिन्नः अस्ति, उभयोः तत्र तेजस्त्वम् इति धर्मः अस्ति, अतः यथा घटः पटः घटपटयोः मध्ये भेदः अस्ति खलु? अस्ति. उभयोः तत्र पृथ्वीत्वम् इति धर्मः अस्ति. अस्ति. एवं यदि वह्निः सूर्यः अग्निः इति त्रयमपि तत्र परस्परयोः मध्ये अन्योन्य अभावः अस्ति इति चिन्तयामः, किन्तु सर्वेषु तत्र पृथ्वी अग्नि तेजस्त्वम् अस्ति इति चिन्तयामश्चेत् तत्र उदाहरणं लभ्यते. यथा अग्निः इति वक्तुं शक्यते, नो चेत् सूर्यः इति अपि वक्तुं शक्यते. इत्युक्ते पक्षभिन्नस्थलं दातव्यं खलु. अस्तु, तर्हि तत्र सूर्यः इति मया स्थापितम्. अस्तु, अग्रे व्यतिरेकव्यभिचारः. व्यतिरेकव्यभिचारः रमेश महोदय, अत्र अयोगोलके इति वक्तुं शक्यते वा? अयोगोलके अपि उष्णत्वम् अस्ति परम् इति. यथा अयोगोलकम्. अयोगोलकम्, हा सत्यम्, उत्तमम्. तत्र वनिन तद्वद्नि अपि नास्ति. सत्यम्, उत्तमम्. हा, यत्र द्रव्यत्वम्, अयोगोलके द्रव्यत्वम् अस्ति, उष्णत्वमपि अस्ति. अत्र तप्तः चेदेव तद् वक्तुं शक्यते, अदर्वैस् अयोगोलकम् इस् नोट्. तर्हि तप्त अयोगोलकम् इति लिखामि. तप्त अयोगोलकम्. हा, अस्तु, समीचीनम्. तदनन्तरं व्यतिरेकविचारः. व्यतिरेकव्यभिचारः यत्र द्रव्यत्व अभावः तत्र अनुष्णत्वं. तत्र अनुष्णत्वम्, अनुष्णत्वं द्रव्यत्व अभावः, तत् समीचीनम्. यदा रूपं यत्र द्रव्यत्व अभावः मीन्स् द्रव्यभिन्न अन्ये अष्टपदार्थाः ये सन्ति तेषु अनुष्णत्वम् अस्ति यथा रूपम्. अस्तु, इति तर्हि इदानीं व्याप्तिः जायते वा न वा? व्याप्तिः जायते. व्यतिरेकसहचारः जातः किम्? व्यतिरे एकस्थलं न जायते, नास्ति. अस्तु, भवतु. तर्हि एतादृशं चिन्तनीयम् इत्युक्ते सामान्यचिन्तनं कृतं. तर्हि अत्र द्रव्यत्वं वह्निः अनुष्टत्ववान् द्रव्यत्वात् इत्यत्र क्लेशः अस्ति इति वयं जानीमः. सामान्यचिन्तनम् अत्र तु इदानीं प्रतिबद्धज्ञानस्य आकारः कः, प्रतिबन्धकज्ञानस्य आकारः कः इति एतत् सर्वं न चिन्तितम् अस्माभिः, खलु? तर्हि अत्र व्याप्तिः व्यतिरेकसहचारः न जायते इति कृत्वा अत्र कथञ्चित् क्लेशः अस्ति इति अवगन्तुं शक्नुमः. भवतु, तर्हि इदानीम् अत्र किमस्ति इति एकवारं पठतु भगिनी. बाधः, बाधः, बाधस्य लक्षणं किम्? प्रमाणान्तरेण निश्चितसाध्यभाववत्त्वं पक्षे. साध्यभाववत्त्वं प्रमाणान्तरेण इत्युक्ते भिन्नप्रमाणेन निश्चितसाध्यम् असाध्य अभाववत्त्वं पक्षे. निश्चितसाध्यम् अनुष्णत्वं तद् पक्षे इति वह्निः अनुष्णत्व निश्चितसाध्य अभाववत्त्वम् इत्युक्ते अनुष्णत्ववत्त्वं साध्य अनुष्णत्ववत्त्वस्य अभावः. अनुष्णत्ववत्त्व अभावः पक्षे इति अभावः वक्तव्यं, नो चेत् प्रत्यक्षप्रमाणेन वह्निः उष्णत्ववान् इति ज्ञानमस्ति. तदेव बाधायाः लक्षणम्. अस्तु, तदनन्तरं प्रतिबद्धः किम्? वह्निः अनुष्णत्ववान् द्रव्यत्वात् इति उदाहरणम्. अत्र प्रतिबद्धज्ञानस्य आकारः अत्र पश्यतु, वह्निः अनुष्णत्ववान् द्रव्यत्वात् इति तत्र यथा इति उदाहरणं न दत्तम्. वह्निः अनुष्णत्ववान् द्रव्यत्वात् इति एव मूले वाक्यं दत्तमस्ति, यथा इति न दत्तम्. किन्तु यदा अनुमानवाक्यं वदेम तत्र उदाहरणं दातव्यं खलु, उदाहरणे एव व्याप्तिग्रहः भवति इति कृत्वा. अस्तु, अत्र उदाहरणं वक्तुं शक्यते वा? वह्निः अनुष्णत्ववान् द्रव्यत्वात् इत्यत्र इदानीं वयं दृष्टवन्तः अनुष्णत्ववान् इति वह्निः मम प्रश्नस्य उत्तरे चिन्तयतु भगिनि, वह्निः अनुष्णत्ववान् द्रव्यत्वात् इति भवती वक्तुम् इच्छति चेत् तत्र उदाहरणं दातुं शक्यते वा न वा? न शक्यते महोदय. भवती चिन्तितवती किम्? एवमेव वदति न न द्रव्यत्वं वाक्नः अस्ति, परन्तु अनुष्णत्वं तत्र नास्ति. इदानीं किमर्थं पक्षविषये चिन्तयति? तदेव क्लेशः. पक्षभिन्नफलं प्रदर्शयतु इति अहं प्रार्थयामि. ओके. परन्तु तादृशपदार्थः वह्नि समानः भवेत् खलु? अनुष्णत्ववान् द्रव्यत्वात् इत्युक्ते कश्चन पदार्थः चिन्तनीयः यस्मिन् अनुष्णत्वम् अस्ति किं अपि च द्रव्यत्वमपि अस्ति. तादृशपदार्थः अस्ति, जलम् इति स्वीकुर्मः चेत् अस्ति खलु. हा, तर्हि तदेव वक्तव्यं खलु. यथा जलं, यथा जलम् इति सः वदति, जले अनुष्णत्वमपि अस्ति द्रव्यत्वमपि अस्ति, तथा वह्निः अपि अनुष्णत्ववान् इति सः वदति. इदानीं सन्दिग्धवान् इति भवेत् खलु वह्निः. तर्हि सर्वदा उदाहरणं पक्षभिन्नं भवेत्. अस्तु, तर्हि इदानीं प्रतिपद्य अनुमितिः का? अनुष्णत्वव्याप्य वह्निः अनुष्णत्ववान् इति तत्र लिखितमस्ति खलु, डि इत्यत्र लिखितमस्ति खलु, डि त्रि अनुष्णत्ववत् वह्निः इति प्रतिबध्य अनुमितिः, स च अनुमितिः न जायते. तर्हि प्रतिबन्धक अनुमितिः कः? उष्णत्ववत् वह्निः इति अनुष्णत्व अभाववत्. अनुष्णत्व अभाववत् वह्निः अनुष्णत्व इति लेखनीयम्. अनुष्णत्व अभाववत् वह्निः, नो चेत् उष्णत्ववत् वह्निः. उष्णत्ववत् वह्निः खलु, उष्णत्ववत् वह्निः. अस्तु, तर्हि प्रतिबध्यपरामर्शः कः? अनुष्णत्व व्याप्य द्रव्यत्ववत् वह्निः. बुध्यते खलु, वह्निव्याप्य धूमवत् पर्वतः इति यथा तथा मया लिखितम्. अनुष्णत्वव्याप्य द्रव्यत्ववत् प्रतिबन्धकपरामर्शः कः? अनुष्णत्व अभावव्याप्य द्रव्यत्ववत् वह्निः. तदपि सत्यम्. हा, अग्रे पक्षधर्मता. द्रव्यत्वं वर्णौ अस्ति वा इति तर्हि पक्षधर्मता सिद्ध्यति. अस्तु, तदनन्तरं व्याप्तिः अस्माभिः चिन्तितः. तर्हि इदानीं प्रतिबध्यज्ञानं किम्? प्रतिबध्यज्ञानमस्ति अनुष्णत्ववान् प्रतिबध्यज्ञानम् अनुष्णत्ववान् वह्नि इति अनुष्णत्ववत् वह्निः प्रतिबध्यज्ञानं भवति. अनुष्णत्व अभाववत् वह्निः इति नो चेत् उष्णत्ववत् वह्निः इति. अस्तु, केन प्रमाणेन प्रतिबध्यज्ञानं जायते? प्रत्यक्षप्रमाणेन, स्वगेन्द्रियेण स्पर्शज्ञानं भवति. अस्तु, तर्हि इदानीं समानविशेष्यत्वम् अस्ति वा प्रतिबध्यप्रतिबन्धकज्ञानयोः मध्ये इति चिन्तयतु. प्रतिबध्यज्ञाने प्रकारः कः? प्रतिबध्यज्ञाने अनुष्णत्वम् इति. उत्तमं. प्रतिबन्धकज्ञाने अनुष्णत्व अभावः. उष्णत्वम् इत्युक्ते अनुष्णत्व अभावः. समीचीनं. तर्हि इदानीं प्रतिबन्धकज्ञाने प्रकारस्य अभावस्य प्रतियोगिता अवच्छेदकः कः? उभयत्र प्रतिबन्धज्ञाने प्रकारता अवच्छेदकः अस्ति अनुष्णत्वम्. प्रतिबन्धकज्ञाने प्रकारस्य अभावस्य प्रतियोगिता अवच्छेदकः अनुष्णत्वम्. तर्हि समान आकारकत्वम् इदानीं सिद्धं. समानविशेषता सति, समानशा विशेषता अवच्छेदकत्वे सति, भावाभावप्रकारकत्वे सति, समानप्रकारता अवच्छेदकत्वम् अस्तु. तर्हि इदानीं मुद्रा का इति चिन्तनीयम्. पठतु अग्रे. एस् इत्यत्र अस्ति. अनुष्णत्वाभाववत्ता वाग्नौ इत्यतः तद् अभाववत्ता निश्चयमुद्रया तद् अभाववत्ता निश्चयमुद्रया. तर्हि एषः एव दोषः. अनुष्णत्व अभाववत्ता वह्नौ. तर्हि दोषः कः इति चेत् अनुष्णत्व अभाववत् वह्निः इति दोषः. अनुष्णत्व अभाववत् वह्निः इति प्रमात्मकज्ञानमस्ति, समीचीनज्ञानमस्ति, किन्तु तदेव दोषः. किमर्थं तस्मिन् दोषत्वं कल्प्यते? उष्णत्ववान् इति अनुष्णत्ववान् इति अनुमितिं प्रति तद् प्रतिबन्धकः भवति. उत्तमम् इति कृत्वा तत्र दोषत्वं कल्प्यते. अस्तु, तर्हि कः का मुद्रा इति चेत् तद् अभाववत्ता निश्चयम्. तद् अभाववत्ता निश्चयमुद्रा अस्ति. अस्तु, तर्हि इदानीं हेत्वभासलक्षणसमन्वयः. तत्र एकवारं लक्षणवाक्यं वदतु. हेत्वभासलक्षणं किम्? यत् विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं तत्त्वत्वं तत्त्वं हेत्वाभासत्वम्. अनुष्णत्व अभाववत् वह्निः इति तदेव विषयः अनुष्णत्व अभाववत् इति दोषः. इति दोषः यत् पदेन सङ्गृह्य तत्त्वत्वम् अनुष्णत्ववत् वह्निः तत्त्वम् अनुष्णत्ववत् वह्निः इति ज्ञाने अस्ति इति तस्य अनुमितिप्रतिबन्धकत्वम् तत्र तत्त्वं तस्मिन् पदार्थे अनुष्णत्व अभाववह्नौ अस्ति इति तत्त्वम् समीचीनतया पठतु एकवारं पुनः. तत्त्वं तस्मिन् पदार्थे अनुष्णत्व अभाववत् वह्नौ अस्ति इति दोषरूप हेत्वाभासलक्षणसमन्वयः. यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम् इति उक्तं. तर्हि तत्त्वम् अनुष्णत्व अभाववत् वह्नौ अस्ति इति कृत्वा हेत्वाभासत्वम् अनुष्णत्वाभाववत् वह्नौ आगतम्. अस्तु, तर्हि इदानीं समूहालम्बनज्ञानम्. अनुष्णत्व अभाववत् वह्नि द्रव्यत्वं च इति भवति वा? अत्र प्रकृतहेतुः कः? प्रकृतहेतुः द्रव्यत्वमस्ति. द्रव्यत्वमस्ति, किन्तु दोषे दोषः कुत्र अस्ति? अनुष्णत्ववत् अनुष्णत्व अनुष्णत्व अभाववत् वह्निः इत्युक्ते उष्णत्ववत् वह्निः इति दोषः. उष्णत्ववत् वह्निः दोषः इति दोषः द्रव्यत्वे नास्ति खलु? नास्ति, किन्तु हेत्वाभासत्वं कुत्र कल्पनीयं? द्रव्यत्वमिति प्रकृतहेतुः कल्पनीयं. तदर्थम् एकं समूह आलम्बनज्ञानं कल्प्य उष्णत्ववत् वह्निः द्रव्यत्वम् इत्युक्ते अनुष्णत्व अभाववत् वह्निः द्रव्यत्वं च इति एकं समूह आलम्बनज्ञानं विकल्प्य तर्हि इदानीम् अस्मिन् ज्ञाने समूह आलम्बनज्ञाने विषयद्वयमस्ति तौ कौ अनुष्णत्व अभाववत् वह्नि अपि च द्रव्यत्वं हा तर्हि यथा गते वर्गे मया उक्तम् इत्युक्ते अहम् एकस्मिन् प्रकोष्ठे अस्मि तस्मिन्नेव प्रकोष्ठे तत्र घातः अपि अस्ति इति चिन्तयतु एकः मर्डर् ही इस् आल्सो देयर् तर्हि वयम् आवां द्वयमपि अत्र एकस्मिन् प्रकोष्ठे अस्ति इति कृत्वा प्रकोष्ठम् अधिकृत्य प्रकोष्ठं समान अधिकरणत्वेन स्वीकृत्य आवयोः मध्ये समानाधिकरण्यसम्बन्धः जातः खलु सो ऐ एम् इन् द सेम् रूम् वेर् द मर्डरर् इस् बिकास् ऐ एम् इन् द सेम् रूम् वि हव् टु बि वेरि क्लियर् हियर् दि वाट् इस् द दोष इन् दि मर्डरर् दि मर्डरर् हेस् डन् अ मर्डर् therefore I also don't become a murderer you don't have to think like that but tatra dosha sambandhi asti kalu aham tatra dosha mai because so the dosha in the murderer is that he has committed a murder he has committed a crime what is my dosha because I am in the same room as the murderer doesn't mean the murderer's murder the dosha defect of murdering does not accrue to me मयि न लभ्यते किन्तु तेन सह एकस्मिन् प्रकोष्ठे अहम् आसम् इति दोषः दोषसम्बन्धि एव दोषसम्बन्धः एव मम दोषः बुद्धं खलु सो दि समूहालम्बनज्ञानं यु हव् टु बि वेरि क्लियर् वै आर् वि डूयिङ्ग् समूहालम्बनज्ञानम् इस् बिकास् आफ् दिस् तत्र द्रव्यत्वम् इति दोष इति हेतुः प्रकृतहेतुः द्रव्यत्वमस्ति किन्तु दोषः कः इति चेत् उष्णत्ववह्निः इति उष्णत्ववत्वह्निः इति दोषः तर्हि उष्णत्ववत्वह्निः इति दोषः कथं द्रव्यत्वे एव हेत्वाभासत्वं सम्पादनीयं किन्तु कुत्र सम्पादितं कुत्र हेत्वाभासरक्षणसमन्वयः कृतः इति चेत् उष्णत्ववत्वह्नौ हेत्वाभासत्वं कल्पितं किन्तु तद् न पर्याप्तं कथञ्चित् द्रव्यत्वे आगन्तव्यम् तर्हि अत्र एकसमूह आलम्बनज्ञानं विकल्प्य उष्णत्ववत्वन्निः द्रव्यत्वं च इति इदानीं विषयद्वयमपि एकस्मिन् ज्ञाने अधिकरणम् अधिकृतमस्ति इति कृत्वा उभयोः सामानाधिकरण्यसम्बन्धः जातः तर्हि द्रव्यत्वम् उष्णत्ववत्वन्निः इति दोषस्य सम्बन्धी अस्ति इति द्रव्यत्वे तत्र दोषः आगतः अस्तु अग्रे पठतु भगिनि दोषत्वस्य हेतौ समन्वयः दोषत्वस्य हेतौ समन्वयः अनुष्णत्व अभाववत् वह्निः द्रव्यत्वं च इति समूहालम्बनं ज्ञानम् आदाय एकज्ञानविषयक प्रकृतहेतुदावच्छेदकं यद् द्रव्यत्वं तत्त्वं द्रव्यत्वहेतौ अस्ति इति तस्यापि दुष्टत्वम् तर्हि अनुष्टत्ववद्वह्निः द्रव्यत्वं च इति ज्ञाने अवच्छेदकः कः इति चेत् द्रव्यत्वं इति अस्ति खलु तादृशद्रव्यत्वं कुत्र अस्ति द्रव्यत्वम् इति प्रकृतहेतौ अस्ति एकज्ञानविषयकप्रकृतहेतुता अवच्छेदकं यद्द्रव्यत्वं तद्वत्त्वं द्रव्यत्वे द्रव्यत्वहेतौ अस्ति इति तस्यापि दुष्टत्वम् तर्हि इदानीं द्रव्यत्वं वस्तुतः अत्र वह्निः अनुष्टत्ववान् द्रव्यत्वात् इति द्रव्यत्वात् इति अनुक्त्वा घटत्वात् पटत्वात् यत्किमपि वक्तुं शक्यते यत्किमपि वक्तुं शक्यते किन्तु द्रव्यत्वे अत्र क्लेशः कल्पनीयः अस्ति अस्तु इति कृत्वा एतादृशकल्पनं कृतं महोदय तत्र दोषः इत्युक्ते उष्णत्ववान् वह्निः इति एव दोषः इति वयं सत्यं खलु तर्हि अत्र अनुष्णत्ववत् वह्निः इति दुष्टं कथं भवति, तेन एव द्रव्यत्वम् इति अपि दुष्ट इत्यस्मिन् अपि दुष्टत्वं जातं खलु. पुनः पृच्छतु. अत्र अन्ततो गत्वा द्रव्यत्वे इति धर्मे दुष्टत्वम् आगतं खलु. हा, द्रव्यत्वम् इति हेतौ दुष्टत्वम् आगतं. दुष्टत्वम् आगतं, तर्हि केन आगतम् इत्युक्ते समूहालम्बनं स्वीकृत्य तत् वयं निरूपणं कृतं खलु, तस्य निरूपणं सत्यं. तर्हि समूहालम्बने कः दोषः, द्रव्यत्वे कः दोषः अस्ति? हा, कः दोषः इत्युक्ते अत्र अनुष्णत्व अभावान् वह्निः इति अपि दोषयुक्त अस्ति अस्ति वा? न न, इदानीं समूह आलम्बनज्ञाने विषयद्वयमस्ति. विषयद्वयं, हा, तौ कौ अनुष्णत्व अनुष्णत्ववत् वह्निः अपि च द्रव्यत्वम् इति. न, अनुष्णत्ववत् वह्निः नास्ति, उष्णत्ववत् वह्निः. अनुष्णत्व अभाववत् वह्निः, नो चेत् उष्णत्ववत् वह्निः. ओ अस्तु, परन्तु समूहालम्बनस्य आकारः, ज्ञानस्य आकारः तु अनुष्णत्ववत् वह्निः द्रव्यत्वं च इति अस्ति. न, उष्णत्ववत् वह्निः द्रव्यत्वं च. ओ अत्र तत्र यु इति कालं मध्ये तदेव लिखितमस्ति, अनुष्णत्ववत् वह्निः द्रव्यत्वं च. ओहो, न न, उनुष्ण अत्र क्लेशः, उनुष्ण इति लिखितं. हा, न, उष्णत्ववत् इति लेखनीयं. हा, उष्णत्ववत् इति अथवा अनुष्णत्व उनु इति मया लिखितम्. उष्णत्ववत् वह्निः द्रव्यत्वं च इति. हा, अधुना समीचीनम्, अधुना समीचीनम्. उष्णत्ववत् वह्निः इति दोषः. हा, सत्यं, तेन सह द्रव्यत्वं वर्तते एकस्मिन् ज्ञाने इति कृत्वा द्रव्यत्वं द्रव्यत्वे दोषसम्बन्धी दोषः आगतः. हा, यथा भवान् अधुना उदाहरणं दत्तम्, अत्र कोऽपि घातकः एकस्मिन्नेव प्रकोष्ठे अस्ति चेत् तेन यत् दोषः कृतं तत् अहमपि तेन सम्बन्धः, मयापि तेन सम्बन्धः भवति, अतः मम अपि दोषः सम्बन्धः इत्युक्ते किं, किञ्चित् साध्य अत्र असामान्यधिकरण्यम् इति दोषः एकस्मिन्नेव कोष्टके प्रकोष्ठे अस्ति, अतः समान दोषः आगच्छति. मर्डर् इति दोषः मयि अपि आगच्छति इति नास्ति, इति नास्ति. अस्तु, मर्डर् दोषः नास्ति. हा, परन्तु किन्तु अत्र यः घातः अस्ति, घातकेन सह एकस्मिन् प्रकोष्ठे अहम् अस्मि इति कृत्वा घातकसम्बन्धी अहम् अभवत्. तदेव, हा, सम्बन्धः घातक घातदोषः मयि न आगतः. ऐ डिड् नाट् बिकम् अ मर्डर. हा हा हा, घात मर्डर् यु आर् असोसियेटेड् वित् मर्डर्, तदेव. हा, सो दट् असोसियेशन् इस् द दोषः. इस् द दोषः, हा, सत्यं सत्यं. सो दिस् वै दिस् हेस् टु बि वेरि क्लियर्लि अण्डर्स्टुड्. हा हा हा, अवगतं. केवलं तत्र वदन्, सो इट् इस् लैक् सपोसिङ्ग्, I'll give you a better example. Instead of saying one prakoshta, let us say somebody is a murderer, but I became a sambandhi, meaning I gave my daughter to his son. So that doesn't mean that you become I also become a murderer, they will put me in jail. Satyam, but Satyam. Now I am related to a criminal. Yeah, Satyam. That is the dosha in me. He was the one who had murdered without knowing. I gave my daughter to his son. So I became his sambandhi. So what is the dosha in me, if you ask? That I am related to a criminal. I am the sambandhi of a criminal is my dosha. Satyam. The crime is not my dosha. Satyam. Astu, api cha atra क्रैम् इति अहं वदामि, वस्तुतः अत्र दोषः इत्युक्ते प्रमात्मकज्ञानमेव. हा, प्रमात्मकं भवेत्, प्रमात्मकज्ञानमेव. सो द वन् हू इस् कासिङ्ग्, सो इट् ऐ शुड् आक्चुलि नाट् पुट् इम् एस् अ क्रैम्, ऐ शुड् पुट् इट् एस् अ पोलीस्मेन्. इस् वन् हूस् प्रिवेण्टिङ्ग् द क्रैम् फ्रम् हापनिङ्ग्. हूस् प्रिवेण्टिङ्ग् द क्रैम्, हा, सत्यं. बट् बिकास् अ पोलीस्मेन् प्रिवेण्ट्स् द क्रैम् फ्रम् हेपनिङ्ग् फ्रम् द पायिण्ट् आफ् व्यू आफ् द क्रैम् he is the problem, he is a dushta, he is dushta. Satyam. from the criminal's point of view, the policeman becomes dushtaha because he is not allowing the crime to happen. Yeah, yeah. And because I happen to be the policeman sambandhi, therefore, I also get that guy hates me also. Yes, yes. The criminal not only hates the policeman, he hates me also. Like that. This is the correct example. अस्तु बहु समीचीनं तर्हि अग्रे गच्छेम. तर्हि इदानीं बाधः इत्यस्य लक्षणं दृष्टं. तत्र सामान्यरीत्या चिन्तयामश्चेत् व्याप्तिः न सिद्ध्यति. तर्हि एतत् सर्वम् अनुक्त्वा इत्युक्ते प्रत्यक्षज्ञानं कस्यचित् नास्ति चेत् इत्युक्ते वह्निः अत्र तु वह्निः उष्णत्ववान् इति ज्ञानं भवितुम् अर्हति प्रत्यक्षप्रमाणेन. किन्तु तादृशसन्दर्भः लभ्यते यत्र एतादृशज्ञानं प्रमाणान्तरेण ज्ञानं न जायते. तर्हि तत्र किं कर्तव्यमिति चेत् व्याप्तिः अत्र अतः एव व्याप्तिचिन्तनम् एतादृशं करणीयम्. अन्वयसहचारः व्यतिरेकसहचारः अन्वयविचारः व्यतिरेकविचारः सर्वत्र चत्वारि वाक्यानि उक्त्वा प्रत्येकं वाक्यस्य उदाहरणं दातव्यं. यदि सर्वत्र उदाहरणं दातुं शक्नुमः तदा इत्युक्ते अस्तु अत्र कः क्लेशः इत्यपि चिन्तनीयम्. अन्वयसहचारस्य उदाहरणं दातव्यं, व्यतिरेकसहचारस्य उदाहरणं दातव्यम्, अन्वयव्यभिचारस्य उदाहरणं न दातव्यं, व्यतिरेकव्यभिचारस्य उदाहरणं न दातव्यम्. व्यभिचारः अस्ति चेत् व्याप्तिः न सिद्ध्यति. तर्हि सद्धेतुः इत्युक्ते किम् इति चेत् पक्षधर्मता तस्मिन् भवेत्, अपि च अन्वयसहचारः व्यतिरेकसहचारः उभयमपि भवेत्. अन्वयव्यभिचारः न भवेत्, व्यतिरेकव्यभिचारः अपि न भवेत् इति अस्ति चेत् सद्धेतुः. तर्हि अस्मिन् हेतौ द्रव्यत्वम् इति हेतौ त्रीणि त्रयः क्लेशः अस्ति, त्रयः क्लेशाः सन्ति. इत्युक्ते व्यतिरेकसहचारस्य उदाहरणं न लब्धम्, अन्वयव्यभिचारस्य उदाहरणं लब्धं, व्यतिरेकव्यभिचारस्यापि उदाहरणं लब्धम् इति कृत्वा अत्र क्लेशः अस्ति. वस्तुतः व्याप्तिज्ञानं न जायते, किन्तु तस्मात् पूर्वमेव व्याप्तिपर्यन्तं न चिन्तनीयं. यदि अन्वितेः बाधकः साक्षात् किमपि अस्ति चेत् तर्हि एवमपि चिन्तयेम. प्रथमं कोऽपि अनुमानवाक्यं वदति चेत् वह्निः अनुष्टत्ववान् द्रव्यत्वात् इत्यत्र पक्षधर्मता व्याप्तिचिन्तनं कदा करणीयं? यदा हेतौ दोषः कल्पनीयः किन्तु वह्निः अनुष्टत्ववान् इति तावत् श्रुत्वा तस्य प्रतिबन्धकं ज्ञानं यत्किमपि प्रमाणान्तरेण जातमस्ति चेत् तत्र दोषः कल्पयितुं शक्यते. तर्हि तदपि योजयामः. अस्तु, इदानीम् असिद्धिः इति रमेश महोदय वदति वा? आम् महोदय. शब्दः अनित्यः लक्षणमेकवारं पठतु महोदय. हेत् असिद्धिः हेत्वभावत्वं पक्षे पक्षधर्मत्वं हेतौ. हेत्वभावत्वं पक्षे इत्युक्ते किम्? हेतु पक्षे नास्ति इति. उत्तमम्. अस्तु, तर्हि इदानीम् उदाहरणं पठतु. द्वितीयं वाक्यं न बुद्धं महोदय. पक्षधर्मत्वं हेतौ इति तस्य अधर्मत्वं पक्ष अधर्मत्वं. हा ओके, पक्षाधर्मत्वम् इति लिखितं. न, सम्यक्तया न पठितं. पक्ष अधर्मत्वं हेतौ अस्ति. हा, तत् सम्यक्. शब्दः पक्षधर्मता नास्ति, पक्षधर्मता नास्ति, हेतौ नास्ति, हेतुः पक्षे नास्ति, पक्षधर्मता हेतौ नास्ति, तदेव. शब्दः अनित्यः चाक्षुषत्वात् इति उदाहरणं. तत्र उदाहरणं किमपि चिन्तयतु. यदि भवानेव एतद् वाक्यं वदति तर्हि किम् उदाहरणं वदति? अनित्यः चाक्षुषत्वात् तर्हि तादृश उदाहरणं भवता चिन्तनीयं यद् शब्दभिन्नमस्ति यस्मिन् अनित्यत्वमस्ति यस्मिन् चाक्षुषत्वमपि अस्ति घटः दृश्यते चाक्षुषत्वं तस्मिन् उत्तमं यथा घटः हा घटे चाक्षुषत्वमस्ति चक्षुषेण गृहीतुं घटः चक्षुषेण गृहीतुं शक्यते इति शक्यते इति कृत्वा चाक्षुषत्वं घटे अस्ति अनित्यत्वमपि घटे अस्ति तर्हि यथा घटः इति उदाहरणमुक्तं समीचीनम् अस्तु इदानीं भवानेव चिन्तयतु क्रमेण चिन्तयतु अग्रे पठनात् पूर्वं स्वचिन्तनं करोतु अत्र हेतुः चाक्षुषत्वं पक्षविषये चिन्तनीयं पक्षः शब्दः अप्रसिद्धः वा न वा साध्यं शब्दः प्रसिद्धः पक्षः प्रसिद्धः एव सत्यम् इति प्रथमं तदेव प्रथमं चिन्तनीयं पक्षः प्रसिद्धः वा न वा इति अस्तु पक्षः प्रसिद्धः इति चिन्तितम् अग्रे साध्यम् इति अनित्यः अनित्यः अनित्यः नास्ति अनित्यत्वं हा उत्तमम् अनित्यत्वम् अनित्यः इत्यनेन शब्दः एव उक्तः विशेषणवाचिपदमस्ति अनित्यत्वम् इति साध्यम् अनित्यत्वम् इति साध्यम् साध्यं पक्षे अस्ति वा इति चिन्तनीयं वा हा शब्दः अनित्यः हा शब्दः अनित्यत्व प्रत्यक्षेन वयं जानीमः शब्दः अनित्यः इति न प्रत्यक्षेन कथं जानीमः प्रत्यक्षेन अनित्यत्वं दृश्यते वा अनित्यत्वं प्रत्यक्षेन गृह्यते वा प्रत्यक्षम् अस्ति खलु शब्दः कदापि श्रूयते कदापि न श्रूयते इति तद् अनित्यः एव अस्ति इति न वक्तुं शक्यते वा चिन्तनीयं शब्दः अनित्यः तर्हि इदानीं तर्हि शब्दः अनित्यः अनित्यत्ववत् शब्दः इति अनुमितिः जायेत तस्य प्रतिबन्धकज्ञानं प्रमाणान्तरेण भवति वा इत्युक्ते बाधः अपि अत्र कल्पयितुं शक्यते वा इति चिन्तनीयं शब्दः अनित्यः कथं जानीमः अनित्यत्वं केन प्रमाणेन प्रत्यक्षप्रमाणेन प्रत्यक्षप्रमाणेन इत्युक्ते तत्र किम् इन्द्रियम् उपयुज्य श्रोत्रेन्द्रियम् उपयुज्य श्रोत्रेन्द्रियम् उपयुज्य अनित्यत्वम् अनित्यत्वे इदानीं शब्दः मया श्रूयते तर्हि शब्दः अस्ति इति अहं जानामि तदनन्तरम् अग्रिमक्षणे शब्दः नास्ति इति शृणोमि वा तद् अनुमानं न भवति खलु तद् किमपि यदि अहं न शृणोमि तर्हि शब्दः नास्ति इति एव तर्हि अभावः केन ज्ञायते अभावः प्रत्यक्षप्रमाणेन ज्ञायते वा अनुमानप्रमाणेन ज्ञायते वा अनुपलब्धिप्रमाणेन ज्ञायते वा इति चेत् प्रत्यक्षप्रमाणेन न ज्ञायते तत्र तार्किकानाम् अपि च अद्वैतीनां मध्ये मतभेदः अस्ति तार्किकाः वदन्ति अनुमानप्रमाणेन एव अभावः ज्ञायते इति किन्तु अद्वैतिनः वदन्ति पूर्वमीमांसकानुसारं ते वदन्ति अनुपलब्धिः इति भिन्नप्रमाणमस्ति इति भवतु इदानीं विषयान्तरमस्ति किन्तु शब्दः अनित्यः इति प्रत्यक्षप्रमाणेन न ज्ञातुं शक्यते अस्तु तर्हि इदानीं किम् अग्रे चिन्तयतु तर्हि प्रथमम् इदानीं हेतुं स्वीकृत्य पक्षधर्मता अस्ति वा इति चिन्तनीयम् हेतुः चाक्षुषत्वं चाक्षुषत्वं शब्दे अस्ति वा? चाक्षुषत्वं शब्दे न अस्ति, वयं शब्दं न द्रष्टुं शक्नुमः, तर्हि चाक्षुषत्वं शब्दे नास्ति. चाक्षुषत्वं शब्दः न द्रष्टुं शक्यते इति कृत्वा पक्षधर्मता नास्ति. पक्षधर्मता नास्ति. तर्हि पक्षे हेतु अभावत्वम् एव अस्ति. हेत्वभावत्वं हेत्वभावत्वम् अस्ति पक्षे. इत्युक्ते पक्ष अधर्मत्वं, पक्षधर्मता नास्ति, हेतो पक्षधर्मता नास्ति. अस्तु, तर्हि पक्षधर्मता नास्ति चेत् परामर्शः न सिद्ध्यति खलु. किन्तु इदानीं व्याप्तिचिन्तनं करोतु केवलम् अभ्यासार्थं. व्याप्ति यत्र यत्र यत्र चाक्षुषत्वं तत्र अनित्यत्वं. यत्र यत्र चाक्षुषत्वं तत्र अनित्यत्वं. यथा घटः यथा घटः यत्र चाक्षुषत्वं एकनिमिषं स्वीकरोमि. यत्र चाक्षुषत्वं तत्र अनित्यत्वं. यथा घट यथा घटः इति भवता उक्तं वा? घटे चाक्षुषत्वमस्ति, अनित्यत्वमपि अस्ति. मया रूपमिति लिखितं भवतु, घटः इति लेखितुं शक्यते. तर्हि अन्वयसहचारः सिद्धः. अन्वयसहचारः व्यतिरेकसहचारः यत्र अनित्यत्व अभावः तत्र चाक्षुषत्व अभावः. यत्र अनित्यत्व अभावः इत्युक्ते यत्र नित्यत्वम् अस्ति तत्र चाक्षुषत्वं नास्ति, तर्हि किमपि नित्यवस्तु न द्रष्टुं शक्यते इति. नित्यवस्तु किमस्ति? आकाशं न द्रष्टुं शक्यते, परमाणु अपि न द्रष्टुं शक्यते. तर्हि यथा आकाशः इति वक्तुं शक्यते खलु. उदाहरणमत्र व्यतिरेकसहचारार्थं यत्र अनित्यत्व अभावः इत्युक्ते यत्र नित्यत्वं तत्र चाक्षुषत्व अभावः. यथा आकाशः यथा आकाशः यथा परमाणु यथा आकाशः द्वयमपि वक्तुं शक्यते. सत्यम्. अग्रे यत्र चाक्षुषत्वं तत्र अनित्य अभावः अनित्यत्वाभावः अनित्यत्व अभावः. यत्र चाक्षुत्वं तत्र अनित्यत्व अभावः इत्युक्ते नित्यत्वं. यत्र चाक्षुषत्वं तत्र नित्यत्वम्. उदाहरणमस्ति वा? चाक्षुषत्वम् अपि च नित्यत्वम्. उदाहरणं नास्ति. यत्र चाक्षुषत्वं तत्र नित्यत्वं. किमपि नित्यवस्तुं न नास्ति तत्र उदाहरणं किमपि. समीचीनं. तर्हि नास्ति चेत् समीचीनम्. अन्वयव्यभिचारः न लब्धव्यः खलु. व्यभिचारः प्रदर्शयामश्चेत् क्लेशः अस्ति अनुमाने, अतः अन्वयव्यभिचारः न लब्धः. समीचीनम्. चतुर्थः अस्ति यत्र अनित्यत्वं तत्र यत्र अन्वयव्यभिचारः यत्र अनित्यत्वं तत्र चाक्षुषत्व अभावः. मया भिन्नरीत्या तदेव चतुर्थः भवति खलु. सत्यं सत्यं. यत्र अनित्यत्वं तत्र चाक्षुषत्व अभावः. यत्र अनित्यत्वं यत्र अनित्यत्वं चाक्षुषत्व अभावः. तत्र यत्र अनित्यत्वं तत्र चाक्षुषत्व अभावः न तद् नास्ति. तस्य इदानीं परिवर्तितं. विपरीत उदाहरणं यत्र अनित्यत्वं तत्र चाक्षुत्वाभावः यथा चाक्षुषत्व अभावः यथा यथा गन्धः इति मया लिखितं गन्धः उष्णत्वं यथा गन्धः एकमेव उदाहरणं ददामश्चेत् पर्याप्तं हा विपरीत उदाहरणमपि अस्ति इति न तत् अपि न दातव्यं वा विपरीत उपदाहरणम् इत्युक्ते किम् the contradiction to this one, this statement, yatra anityatvam tatra chakshushatva abhavah. Tadeva vitarika vibhichara vakyam kal. No, no, atra mahodaya, kshamitam. Not, okay. Anityatva abhavah iti lekaniyam. Yatra anityatva abhavah tatra chakshushatvam iti lekaniyam. Maya dosha nilikitam. Chakshushatvam. व्यतिरेकव्यभिचारः अस्ति खलु यत्र अनित्यत्व अभावः तत्र तत्र चाक्षुषत्वम् इति भवेत् यत्र अनित्यत्व अभावः इत्युक्ते यत्र इत्युक्ते नित्यं यत्र नित्यत्वं तत्र चाक्षुषत्वं महोदय तत्तु तत्तु अन्यव्यभिचारः इव भवति खलु अतः किं व्यतिरिक्तव्यभिचारः इति अन्वयव्यभिचारेण अन्वयविचार इव एव जातम् अत्र नास्ति यत्र चाक्षुषत्वं तत्र अनित्यत्व अभावः यथा इति भवति तर्हि प्रथमं चाक्षुषत्वं कुत्र अस्ति इति चिन्तनीयं तत्र अनित्यत्व अभावः अस्ति वा इति चिन्तनीयं तर्हि चाक्षुषत्वं कुत्र अस्ति घटे अस्ति तत्र अनित्यत्व अभावः अस्ति वा न तर्हि तादृशस्थलं वक्तव्यं यत्र चाक्षुषत्वमस्ति किन्तु अनित्यत्व अभावः अपि अस्ति तद् न लभ्यते अतः अन्यव्यभिचारः न लब्धः एवं व्यतिरेकव्यभिचारः यत्र अस्ति यत्र अनित्यत्व अभावः तत्र चाक्षुषत्वम् इति अस्तु तर्हि पूर्वस्मिन् उदाहरणे अन्वयव्यभिचारः इति यत्र द्रव्यत्वं तत्र अनुष्णत्व अभावः परन्तु व्यतिरेकव्यभिचारः तु यत्र द्रव्यत्व अभावः तत्र अनुष्णत्वम् इति लिखितम् न न तत्तु दोषाय तत्तु दोषाय इत्युक्ते मया एतत् सर्वं झटिति लिखितम् अतः एव परिशीलनं करोमि इति अस्तु तदपि परिशीलयामः अन्वयसहचारः इत्यत्र यत्र द्रव्यत्वं तत्र अनुष्टत्वं यथा जलं समीचीनं यत्र अनुष्टत्व अभावः यत्र साध्यं तत्र द्रव्यत्व अभावः यथा इत्यत्र क्लेशः आसीत् तदनन्तरं यत्र द्रव्यत्वं तत्र अनुष्टत्व अभावः तत्र क्लेशः नास्ति व्यतिरेकव्यभिचारः यत्र अनुष्टत्व अभावः तत्र द्रव्यत्वम् इति लेखनीयमासीत् यत्र अनुष्टत्वाभावः तत्र द्रव्यत्वम् अनुष्टत्वाभावः कुत्र अस्ति अनुष्णत्व अभावः जले अस्ति खलु न यत्र अनुष्णत्व अभावः इति चेत् उष्णत्वम् उष्णत्वं कुत्र अस्ति सूर्ये अस्ति वह्नौ अस्ति वह्निः इति अत्र पक्षः अस्ति तर्हि वह्निः न वक्तव्यः अग्निः इति स्वीकुर्मः यत्र उष्णत्वम् अग्निः सूर्यः इति स्वीकुर्मः तत्र द्रव्यत्वं नो चेत् यत्र द्रव्यत्वं तत्र अनुष्टत्व अभावः यथा तत्तायोगोलकम् यत्र अनुष्टत्व अभावः इत्युक्ते उष्णत्वं तत्र द्रव्यत्वं तत्रापि तत्तायोगोलकमेव द्रव्य दातुं शक्यते वा परन्तु न तत्र द्रव्यत्व अभावः कुत्र व्यतिरेकव्यभिचारे वा हा व्यतिरेकव्यभिचारे व्यतिरेकव्यभिचारे तत्र समान एव उदाहरणं दातुं शक्नुमः तदेव अत्र तदेव क्लेशः महोदय अहं चिन्तयामि यद् भवता पूर्वं लिखितं तदेव शुद्धम् इति. अत्र किमर्थं तादृशं चिन्तयति इति वदतु. द्रव्यत्वम् अपि च उष्णत्व उष्णत्वस्य अभावः हेतु साध्यस्य अभावः पुनः अत्र अन्वयसहचारः व्यतिरेकसहचारः अन्वयव्यभिचारः व्यतिरेकव्यभिचारः इति वाक्यद्वयं सामान्यतया वदतु, वाक्यचतुष्टयं वदतु. यत्र यत्र कार्यं तत्र तत्र कारणम्, यत्र यत्र कार्यं तत्र तत्र कारणम्. तत्सत्त्वे तत्सत्त्वम् इति अन्वयसहचारः, तदभावे तदभावः. तत्सत्त्वे तस्य अभावः इति अन्वयव्यभिचारः, तदभावे तत्सत्त्वम् इति व्यतिरेकव्यभिचारः. तर्हि अन्वयव्यभिचारः यत्र भवति तत्र व्यतिरेकव्यभिचारः अपि भवति इति भाति. किमर्थम् इति चेत् धर्मद्वयमपि अत्र अस्ति खलु. तप्त अयोगोलके द्रव्यत्वमस्ति, अनुष्णत्व अभावः अस्ति. तर्हि एवं भवति इत्युक्ते अन्वयव्यभिचारः वा व्यतिरेकव्यभिचारः उभयोः मध्ये एकः वदामश्चेत् पर्याप्तम् इति भाति. तदेव वक्तुम् इष्टवान् खलु रघुल् महोदय. आम् महोदय, तदेव भवति. अत्र उभयमपि न वक्तव्यम्. उभयमपि अत्र अन्वयव्यभिचारः व्यतिरेकव्यभिचारः अनयोः मध्ये एकः वदामश्चेत् पर्याप्तम् इति भाति अधुना खलु. आम् आम् सत्यं, प्रायः तदेव अस्माभिः पठितमपि. इत्युक्ते कस्मिन् पुटे अहं वदामि. अहं तदेव अहम् अधुना अत्र पश्यतु, अत्र अस्ति अन्वयव्यतिरेकव्यभिचारौ इति विषयः. भवतु, अनन्तरं पश्येम, किन्तु एतादृशमेव चिन्तनीयम्. तर्हि अन्वयव्यभिचारः व्यतिरेकव्यभिचारः उभयमपि न प्रायः न चिन्तनीयम् इत्युक्ते यथा यदि एकं वदामश्चेत् पर्याप्तं भवति. अत्र यत् सत्त्वे यत् सत्त्वम् इति अन्वयसहचारः, यत् अभावे यद् अभावः इति व्यतिरेकसहचारः. परन्तु अत्र अन्वयव्यभिचारः इत्युक्ते यत् सत्त्वे इत्युक्ते यत् कारणं सत्त्वे, यत् कार्यम् अभाव कार्यस्य अभावः इति अन्वयव्यभिचारः. कस्मिन् पुटे अस्ति महोदय? मम नोट्स् मध्ये अस्ति, परन्तु पुस्तके द्रष्टव्यम्. अन्वयव्यतिरेकव्यभिचारौ इति विषयः. सत्यं, दर्शयामि एकनिमिषः. तत्र एतादृशं लिखितमासीत् इत्युक्ते केवलं व्यतिरेकव्यभिचारः वदामश्चेत् पर्याप्तम् इति अस्ति. सत्यम् इति मम स्मरणे अस्ति, व्यतिरेकव्यभिचारः वदामश्चेत् पर्याप्तम् इति. कारणकार्यभाव असिद्ध्यर्थम् अन्वयव्यभिचारः अपि न वक्तव्यम् इति नास्ति. व्यतिरेकव्यभिचारः पश्यामश्चेत् कार्यकारणभावः नास्ति इति चिन्तयितुं शक्यते. तर्हि अस्तु, एवं स्वीकुर्मः. अत्र केवलं चिन्तनार्थम् अभ्यासार्थम् एतत् सर्वं वदेम, किन्तु निगमनं किम् इति चेत् अन्वयव्यभिचारः वा व्यतिरेक इत्युक्ते यत्र अन्वयव्यभिचारः प्रदर्शयामः तत्रैव व्यतिरेकव्यभिचारः अपि भवति. नूतन उदाहरणं न चिन्तनीयम्. तर्हि अत्र समापयामः, समयः जातः. यत्र चाक्षुषत्वम् अत्र अनित्यत्व अभावः इत्यत्र कः किम् उदाहरणं दातव्यं रमेश महोदय? यत्र चाक्षुषत्वम् अनित्यत्व अभावः वा? हा, यत्र चाक्षुषत्वं तत्र अनित्यत्व अभावः इति अन्वयः विचारः. पेज् 83 मध्ये अस्ति महोदय. अस्तु, सर्वे पठन्तु एकवारं तत्र. सत्यम्, पेज् मध्ये अस्ति अन्वयव्यतिरेकव्यभिचारौ. हा, तर्हि तत्र 84th पेज् मध्ये अन्तिमवाक्यम् एवमस्ति, यदि तु व्यतिरेकव्यभिचारज्ञानं भवति अर्थात् कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यम् उत्पद्यते तदा कारणता ज्ञानं नैव उत्पद्यते इति. तदेव मया उक्तम् इदानीम्. इत्युक्ते व्यतिरेकव्यभिचारः वदामश्चेत् पर्याप्तं, तस्मिन् अन्वयव्यभिचारः अपि भवति इति कृत्वा. किन्तु अभ्यासार्थं वयं वदेम, किन्तु यत्र चाक्षुषत्वं तत्र अनित्यत्व अभावः इति अनित्यत्व अभावः इत्युक्ते किं नित्यत्वं यत्र चाक्षुषत्वं तत्र नित्यत्वम् इति न वक्तुं शक्यते खलु तर्हि अन्यः विचारः न वक्तुं शक्यते चेत् व्यतिरेकविचारः अपि न वक्तुं शक्यते यत्र नित्यत्वं तत्र चाक्षुषत्वम् इति अपि न वक्तुं शक्यते इति कृत्वा अत्र व्याप्तिग्रहः भवति अस्मिन् उदाहरणे व्याप्तिः व्याप्तिः हेतौ सिद्ध्यति किन्तु पक्षधर्मता न सिद्ध्यति तावदेव सत्यं तावदेव अत्र हेत्वाभासलक्षणे कुत्रचित् पक्षधर्मता लभ्यते कुत्रचित् न लभ्यते अथवा व्याप्तांशे दोषः पक्षधर्मतांशे अत्र कीदृश असिद्धिः इति चिन्तनीयम् इत्युक्ते आश्रयः वा स्वरूपासिद्धिः वा इति व्याप्तत्वासिद्धिः वा इति चिन्तनीयम् अस्तु अत्र स्थगेम किन्तु एतत् चिन्तनं कुर्मः अग्रिमे वर्गे प्रायः वर्गचतुष्टयं यावत् पुनः पुनः किञ्चित् अभ्यासं कुर्मः तदा समीचीनबोधः जायते अस्तु अत्र स्थगेम सर्वेभ्यो नमस्कारः धन्यवादाश्च